पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 1 श्रीवेदव्यासाय नमः। शौनक उवाच, कलौ समागते सूदप्राणिनां केन कर्मणा उद्धारो वै भवेत्तस्मात् कथयस्व ममाग्रदः। सूत उवाच, साधु साधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् सर्वेषां च जनानां च शुभवाञ्छो निरन्तरम्। यदद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः, पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव। दण्डवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगं, गुरुं सत्यवदीसूनुं पप्रच्च मुनिपुङ्गवः। जैमिनिरुवाच, कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे, अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः। व्यास उवाच, साधु सङ्गात् भवेद्विप्र शास्त्राणां श्रवणं प्रभो, हरिभक्तिर्भवेत्तस्मात्तदो ज्ञानं तदो गतिः। न रोचते कथा भूमौ पापिष्ठाय जनाय वै, वैष्णवी सदु विज्ञेयः पापिष्ठप्रवरो द्विजः। श्रीकृष्णस्य कथां श्रुत्वा नन्दी भवति वैष्णवः, असत्यां तां तु यो ब्रूयाज्ञेयः स पापिनां गुरुः। यस्मिन्यस्मिन् स्थले विप्र कृष्णस्य वर्तते कथा, तस्मात्तस्मात् जगन्नाथो यादित्यकृवानकर्षिचित्। कृष्णस्य यत्कथारम्भे कुर्याद्विघ्नं नराधमः, नरकान्निष्कृतिर्नास्ति मन्वन्तरशतावधि। ये पुराणकथां श्रुत्वा निन्दन्त्युपहसन्ति वै, तेषां करस्ता नरका बहुक्लेशकराः सदा। जन्मान्तरार्जितं पापं तत्क्षणादेव नश्यति, श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि। भक्त्या यो वै नरकुर्यात् श्रीकृष्णचरितं तथा, न जाने श्रवणे तस्य का गतिर्वा भविष्यति। ब्रह्महत्यादिकं पापम् अकालमरणं तथा, सुरापानं तथा स्थेयं सर्वं नश्यति पापिनः। पापं कृत्वा तु यो मर्त्यः पश्चात् पापं निवर्तयेत्, तस्य पापं व्रजेन्नाश्यमग्निना तूलराशिवद। श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे, तस्य गृहसमीपं हि नायान्ति यमकिङ्गराः। जैमिनिरुवाच, वदन्ति वैष्णवान् कांश्च वांश्च ब्रूहि गुरो मम, इदानीं तान् समाज्ञातुं तेषां माहात्म्यमुत्तमम्। व्यास उवाच, यो नरो मस्तके भक्र्या वैष्णवाङ्घ्रिजलं द्विज, करोति सेचनं पापी तीर्थस्नानेन तस्य किम्। साधुसङ्गं तु ह्यः कुर्यात् क्षणं वार्धक्षणं द्विज तस्य नश्यन्ति पापानि ब्रह्महत्या मुखानि च यत्र यत्र कुले चैव एको भवति वैष्णवः कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै हिंसा दम्भकामक्रोधैर्वर्जिताश्चैव ये नराः लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज पितृभक्ता दयायुक्ता सर्वप्राणिहिते रताः अमत्सरा वैष्णवा ये विज्ञेया सत्यभाषिणः विप्रभक्तिरदाये च परस्त्रीषु नपुंसकाः एकादशी व्रतरदा विज्ञेयास्ते च वैष्णवाः गायन्ति हरिनामानि तुलसी माल्यधारकाः हर्यङ्घ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमं कर्षिचिदृश्यते विप्र विज्ञेयास्ते च वैष्णवाः पाखण्डसङ्गरहिता विप्रद्वेषविवर्जिताः सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः पूजयन्ति हरिं ये च तुलस्याच्चार्चयन्ति ये कन्यादानरता ये च ये वै ह्यधिपूजकाः शृण्वन्ति विष्णुचरितं विज्ञेया वैष्णवा नराः यस्य गृहे सुप्रतिष्ठेत् शालग्रामशिलापि च मार्जयन्ति हरेस्थानं पितृयज्ञप्रवर्तकाः जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः परस्वं ब्राह्मणद्रव्यं पश्यन्ति विषवच्चये हरिनैवेद्यं ये स्नन्ति विज्ञेया वैष्णवा जनाः वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः राधाष्टमी व्रतरता विज्ञेयास्ते च वैष्णवाः श्रीकृष्णपुरतो ये च दीपं यच्छन्ति श्रद्धया परनिन्दां न कुर्वन्ति विज्ञेयास्ते च वैष्णवाः सूद उवाच पृष्टो जैमिनिना व्यास युक्त्युक्तः स यथाक्रमं मयेदं कथ्यते ब्रह्मण्यत् प्रसङ्गात् गुरोश्रुतम् अध्यायं श्रद्धया युक्तं ये शृण्वन्ति नरोत्तमाः सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे व्यासजैमिनिसंवादे प्रथमोऽध्यायः ॐ